रुद्रं पशुपतिं स्थानुं नीलकंठं उमापतिं नमामि शिरसा देवं किं नो मृत्यु करिष्यति नीलकंठं कालमूर्तिं कालज्ञं कालनाशनं नमामि शिरसा देवं स्तोत्रम् यः पठेत् शिवसन्निधौ तस्य मृत्योभयं नास्ति नाग्निर्ज्वरभयं क्वचित् नमः शिवाय सांबाय हरये परमात्मने प्रणतक्लेशनाशाय योगिनां पतये नमः कर्तव्यं संकटे कष्टनाशनम् शुचिर्भूत्वा पठे स्तोत्रम् सर्वसिद्धिप्रदायकम् मृत्युञ्जय महादेव त्राहि मां शरणागतम् जन्म Shut up.